नमस्सर्वेभ्यः. सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. तिङ् प्रत्ययानां सिद्धिः इति पाठस्य द्वितीयभागे स्मः. गतसप्ताहे वयम् आत्मनेपदि सिद्धतिङ् प्रत्ययः लटि दृष्टवन्तः. पूर्णतया न, तत्र नियमाः एव पठितवन्तः. अतः अद्य सूत्रसहितदृष्टिः पश्यामः. महोदय, प्रथमं सूत्रं पठतु, अनन्तरं नियमान् अनुसृत्य कार्यम् इति पठतु. नियमः इति नियमाः वयं पठितवन्तः किल गतसप्ताहे. तित आत्मनेपदानां अस्तु अस्तु परस्मैपदे एकनिमिषम् अस्तु हा अस्तु अस्तु टित आत्मनेपदानां टेरे टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टि भागस्य स्थाने एकार आदेशो भवति. टितः षष्ट्यन्तम्, आत्मनेपदानां षष्ट्यन्तं, टेः षष्ट्यन्तं, ये लुप्तप्रथमान्तम् अनेकपदविधं सूत्रं, लस्य इत्यस्य अधिकारः अनिवृत्तिसहितसूत्रं, टितः लस्य आत्मनेपदानां टेः ये इति. अग्रे पठामि वा? न, सूत्रस्य विवरणम् अस्तु अस्तु. टित आत्मनेपदानां टेरे इति सूत्रं वदति, टित्लकाराणां स्थाने आत्मनेपदानां आत्मनेपद टित् लकाराणां लकाराणां तेः स्थाने ए आदेश इति अस्ति. ते इति ये आदेशः भवति. टि इति इत्युक्ते अन्त्यात् अचात् अचात् यः भागः अस्ति तत् टि संज्ञा प्राप्नोति इति वयं पूर्वं दृष्टवन्तः. ततः लकाराणां टित् लकाराणाम् आत्मनेपद टित् लकाराणां लकाराणां टि भागस्य टक टि संज्ञकस्य ए आदेशः भवति इति सूत्रं वदति. सूत्रं वदति अचोन्त्यादिटि इति अग्रिमसूत्रम् अपि पठतु महोदय. अस्तु महोदय. अचोन्त्यादिटि अचां मध्ये यः अन्तः सः आदिः यस्य तत् टि संज्ञकः स्यात्. अचां मध्ये यः अन्त्यः सः आदिः यस्य तत् टि संज्ञकः स्यात्. अन्ते भव अन्त्यः, अन्त्यः आदिर्यस्य सः अन्त्यादि बहुव्रीहिः. अचः षष्ट्यन्तम्, अन्त्यादिः प्रथमान्तं, टि प्रथमान्तं, त्रिपदमिदं सूत्रम्. अत्र अचः एकवचने यतोहि अनेन अच् जातिः इति इष्टम्. आशयः बहुवचनम्, आशयः बहुवचनं, निर्धारणं सप्तमी, बहुषु एकं. जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति सूत्रेण जाति आख्यातं जाति आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्. सूत्रं स्वयं सम्पूर्णं, अचः अन्त्यादि टि. अत्र टि संज्ञा इति टि संज्ञकस्य विवरणं दत्तमस्ति. अन्त्याद् अचः अन्त्याद् टि इति सूत्रमस्ति. अच अन्त्याद् टि अचाम् अचः षष्ट्यन्तम् अन्त्यादि अत्र एकनिमिषं भगिनि. अन्त्याद् अचः भागः अस्ति तत् टीसञ्ज्ञकं संज्ञां प्राप्नोति. अन्ते भव अन्त्यः, अन्त्यः आदिः, अन्त्यः आदिः यस्य सः अन्त्यादि. ओके, अन्त्यादि अचः अन्त्यादि यस्य अचः अन्ते यत् अचुवर्णः अस्ति तद् तस्य आदिः, टीसंज्ञस्य आदिः भवति. अतः यत्किमपि अनन्तरं हल् वर्णाः सन्ति चेत् तदपि टीसंज्ञां प्राप्नोति इति मया अवगतं. सम्यक्, तावदेव. तत्र तत्र निर्धारणसप्तमी इति वदामः, अचः अन्त्यादि टि इति यद् अचः अस्ति तत्र निर्धारणसप्तमी इति. बहुषु बालकेषु एकः बालकः चतुरः इति वदामः किल, तादृशम् अचः, बहुषु अचः अस्ति चेत् एकस्मिन् पदे तत्र अन्त्य अचः तद् स्वीकरणीयम् इत्येव वदति. अतः एव निर्धारणसप्तमी इति सप्तम्याः एक अन्य प्रभेदाः. कीदृशसूत्रं महोदय एतत्? एतत् संज्ञासूत्रमस्ति. संज्ञासूत्रम् अस्ति, अतः एव टी इति. इत्युक्ते किम् इति वयम् इदानीं प्राप्तवन्तः. अनन्तरं पूर्वस्मिन् सूत्रे टित आत्मनेपदानां टेरे इत्यत्र टी इत्युक्ते अन्त्यात् अचा मध्ये यः अन्त्यः सः आदिः यस्य तदेव टी संज्ञा इति वयम् इदानीं प्राप्तवन्तः. तस्य प्रसक्तिः आत्मनेपदिधातूनां कृते एव, प्रत्ययानां कृते एव. अस्तु अस्तु, वयं प्रथमं सूत्राणां पठित्वा नियमान् प्रति गच्छामः. अस्तु विजया भगिनी, अग्रिमसूत्रद्वयं पठति वा? आं भगिनि, आसो मिसः इति सप्तमे अध्याये द्वितीयपादे अस्ति. अदन्तात् अङ्गात् परस्य सार्वधातुक निस् प्रत्ययस्य आकारस्य स्थाने इ आदेशः भवति. विवरणं करोमि वा भगिनि तत्रैव? पूर्णतया एकवारं पठित्वा अनन्तरं. अनदन्तात् अङ्गेषु न भवति इति न भवति. अनदन्ताङ्गेषु आपे आपे इत्येव भवतः. आतः षष्ट्यन्तं, नितः षष्ट्यन्तं, द्विपदमिदं सूत्रम्. रुदादि रुदादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुकी इत्यस्य अनुवृत्तिः. अतो व्ययः इत्यस्मात् अतो इयः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिः अनुवृत्तिसहितसूत्रम्. अतः अङ्गात् नितः सार्वधातुकस्य अतो इयः तत्र आत्मनेपति इति तत्र सा आताम् इति प्रथमपुरुषे प्रथमपुरुष द्विवचने आताम् इति तत्र कार्यं किमर्थं किं सूत्रेण तत्र कार्यं भवति इति वयं पश्यामः. अदन्तात् अङ्गात् परस्य सार्वधातुक नित् प्रत्ययस्य आकारस्य स्थाने इय इ भवति, इ आदेशः भवति. आकारस्य स्थाने इय भवति किमर्थं चेत् तत्र ताम् इताम् इति तत्र भवति. तत् स्थाने एव आताम् इति स्थाने इय इति भवति. एतत् विषये अनदन्ताङ्गेषु न भवति. अनदन्ताङ्गेषु आते आते इत्येव भवतः. किमर्थं चेत् तत्र आकारस्य स्थाने इय इति तत्र यकारस्य लोपः भवति, ई स्थाने ये भवति अतः एव आते आते किमर्थम् ये आगच्छति चेत् तत्र गुण गुणः भूत्वा सार्वधातुक आर्धधातुकयोः सूत्रेण तत्र प्रत्ययस्य विषये तादृशं नास्ति भगिनि. तद् अनदन्त अङ्गं वयं पश्यामः तस्मिन् समये परिशीलयामः. इदानीं यत्र अत्र अनुवृत्तिसहित सूत्रम् एकवारं पुनः पठतु भगिनि. तत्र अनुवृत्तिसहितसूत्रम् अतः अङ्गात् यतः सार्वधातुकस्य आतो यः तत्र आकारस्य स्थाने इति आदेशः भवति. तत्र तस्मिन् एव वदतु भगिनि. किमर्थं चेत् तत्र आर्धधातुकम् अपीत् अतः एव तत्र कार्यं भवति. आर्धधातुकः कुत्र अस्ति? तत्र सार्वधातुकः अस्ति एव नीतिचैतसूत्रेण वा भगिनि? अत्र किस् लकारः अस्ति किल? तादृशम् एकनिमिषं तस्य परिशीलनं कुर्मः एकवारं. तत्र अतो आतो ङितः इति सूत्रं तस्य सार्वधातुकस्य ङितः इति दत्तमस्ति किल, तत् किम् इति एकवारं परिशीलयामः. तत्र वयं यदा परस्मैपदी धातुः दृष्टवन्तः किल, तत्र तिप् इति प्रत्ययः अस्ति प्रथमपुरुषे एकवचने. तस्य स्वभावः कः तिप् इत्यस्य? पित् अस्ति इति कारणेन तद् गुणः भवति. सम्यक्. अनन्तरं प्रथमपुरुषद्विवचने तस् इति प्रत्ययः अस्ति किल, तिप् तस्ति तस्. तत्र तस् इत्यस्य स्वभावः कः? अपित् अस्ति. अतः कथं जानीमः? अपि तस् अस्ति किल, तत्र सार्वधातुकं यद्यपि अस्ति तत्र पित् नास्ति, सार्वधातुकमस्ति परन्तु अपि तस् तत्र नित्वत् भवति. केन सूत्रेण? निति चैते सूत्रेण. सारि, सार्वधातुकमपि निति सार्वधातुकमपि निति च. सम्यक् एव. सार्वधातुकम् अपित् इति सूत्रेण अपित्वम् अनन्तरं नित्वत् इति आरोपितमस्ति, अध्यारोपितमस्ति किल. तत्र अपित्वात् अपित्वात् किं भवति अत्र? अत्र एतत् नित्वत् भवति. अत्र एतत् अपित् अस्ति आतां नित् इति कारणेन. नित् इति कारणेन यत् आतोणित इति सूत्रस्य प्रसक्तिः भवति, अन्वयः भवति. न तत्र तस् इत्यस्य एव वदतु महोदय. तत्र तस् इत्यस्य यदा नित्वत् भवति तत्र किं कार्यं बाधितमस्ति? हा, गुणः न भवति. गुणः न भवति. वयं शक्नु इति प्रत्ययः इदानीं शक्नु इति धातुः स्वीकुर्मः, स्वादिगणीयधातुः. तत्र तिप् इति योजयामः चेत् तत्र किं भवति रूपं? प्रथमपुरुष एकवचनं शक्नोति तत्र गुणः भवति. द्विवचने शक्नुतः तत्र गुणः किमपि न भवति. यद्यपि तत्र लघु इक् वर्णः अस्ति, लघु इक् नास्ति, इक् वर्णः अस्ति अन्ते, तदापि तत्र गुणः न भवति, गुणस्य बाधा भवति. सार्वधातुकमपि निति च इति सूत्रेण. अवगतं किल? तादृशमेव अत्रापि. अत्रापि सार्वधातुकं सार्वधातुकस्य ङितः सार्वधातुकस्य आतो ईयः इति अत्रापि यत्र यत्र अदन्त अङ्गात् परस्य सार्वधातुक ङित् प्रत्ययस्य अत्रापि णित्वम् आरोपितं. णित्वम् आरोपितम् इति कारणेन तद् प्रत्ययः यत्र यत्र योजयामः धातुना सह तत्र तत्र गुणस्य बाधा भवति. समानकार्यमेव यदा तस् इति दृष्टवन्तः तादृशमेव. नित्वम् अपित्वं नित्वद्भवति अतः तत्र कार्यं बाधितं. सार्वधातुकः इति कथं जानीमः? स्मरति वा सूत्रम्? हा, तिङ्क्षित् सार्वधातुकं तिङ् अस्ति अतः तिङ्क्षित् उत्तमं। तर्हि अत्र भगिनि अत्र प्रथम तिप् सिप् सोरि अत्र किमस्ति तत्र सर्वत्र भवति परन्तु सर्वत्र एतस्य सूत्रस्य प्रसक्तिः तद् वयं अदन्तात् अङ्गात् परस्य सार्वधातुकनित्प्रत्ययस्य आकारस्य स्थाने एव इति दत्तमस्ति किल, यत्र यत्र आकार तत्र तत्र एव परन्तु एते सर्वे नित्वत् अस्ति इदानीं ता आतां च ता सातां द्वं सर्वे नित्वत् अस्ति न महिङ्ग नित् अस्ति सर्वे नित् अस्ति परन्तु अत्र आकार एव अस्तु अवगतं किल आकारस्य स्थाने इदानीम् आदेशः अनन्तरं तदपि नित्वत् इति दत्तमस्ति तादृशं तदेव भगिनी पुनः अतः अङ्गात् नितः सार्वधातुकस्य आतो इयः इत्यस्य विभक्तिपरिशीलनं करोतु अतः इति कस्यां विभक्त्याम् अस्ति अतः अनुवृत्तिसहितम् अनुवृत्तिसहितसूत्रं तत्र विभक्तिः अतः इति षष्ठी स्थाने अस्ति अङ्गात् इति पञ्चमी एकवचनं नितः अनन्तरं तत्र नितः अपि षष्ठी एव सार्धधातुकस्य अपि षष्ठी एव आतो आतो इति अपि तत्र षष्ठी अनन्तरं नितः इति एतदपि षष्ठी सर्वं स्थाने एव भवति तत्र न इयः इति प्रथमान्तं किल तदेव अनुवृ आदेशरूपेण आगच्छति आतः इयः आकारस्य स्थाने इयः आतः इति षष्ठी सम्यक् एव सार्वधातुकस्य आतः तस्य स्थाने इयः इयः इति आदेशः आदेशः प्रथमान्तं सर्वदा सम्यक् अस्तु आम् अग्रिमपरिच्छेदमपि पठतु भगिनि वस्तुतः आतो नितः इत्यनेन ई आदेशः भवति तदा लोपो लोपो योर्वलि इति सूत्रेण ई इत्यस्य लोपः वल् प्रत्यहारे परे वल् प्रत्यहारे परे आगच्छति चेत् तत्र यकारस्य लोपः भवति सम्यक् आतो मितः इत्यत्र तत्र इय इति आदेशः तत् यकारस्य लोपः भवति लोपो व्योर्वलि इति सूत्रेण इति एव दत्तमस्ति सम्यक् तासहसे अपि पठतु भगिनि तासहसे चित् यकारस्य तास् स्थाने से आदेशः भवति तासः षष्ट्यन्तं से तत्र लुप्तप्रथमान्तं द्विप्रथमिदं सूत्रं स्थित आत्मनेपदानां तेरे इत्यस्मात् स्थितः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः तत्र अनुवृत्तिसहितसूत्रं स्थितः लस्य तासः से तत्र स्थित आत्मनेपदे आत्मनेपदानां तेरे इति नव अशतिः नवसप्ततिः इति सूत्रेण भवति परन्तु तत्र तासः से इति सूत्रं तु अशुतिः इति अस्ति अतः तत्र कार्यं स्थित आत्मनेपदेनां तेरे इति प्रथमं भवति अनन्तरमेव तासहसे इति स्थित् लकारस्य तास् स्थाने से आदेशः तत्र भवति आदेशः भवति. लसि इति अधिकारः अनुवर्तिसहितसूत्रं टितः लस्य सासः से तस्य मध्यमपुरुषं तस्य तत्र परिवर्तनं भवति. सम्यक्. तासः इति विभक्ति वदतु भगिनि. तासः इत्युक्ते तत्र मध्यमपुरुषे एकवचनं खलु भगिनि? न न न न सूत्रे टितः अस्य तासः से इत्युक्ते षष्ट्यन्तं. सम्यक्. से इति लुप्तं प्रथमान्तम् इति तत्र उक्तं भगिनि. से इति प्रथमान्तम् आदेशः किल. से इति पूर्णतया आदेशः आगच्छति तासः स्थाने, अतः तत्र प्रथमान्तम् अपवादसूत्रमस्ति भगिनि. तितात्पदनं तेरे अपवादः अस्ति वा? अत्र थे भवति किल तास्. यदि तित्तात्पदटेरे भवति चेत् थे भवति, परन्तु अत्र तास्ये अस्ति, अतः अपवादसूत्रं शक्नुमः वक्तुं शक्नुमः. तत्र कथा इत्युक्ते तित आत्मनेपदानां टेरे तासहसे, यत्र वयं तास् इति प्रत्ययः स्वीकुर्मः तत्र टित आत्मनेपदानां टेरे इत्यस्य अपि प्रसक्तिः अस्ति किल. तासहस्ते से अपि तत्र कार्यं कर्तुम् आगच्छति. द्वयोः सङ्घर्षः, यदा अहं गतसप्ताहे अपि उक्तवती, द्वयोः सङ्घर्षः भवति. तत्र यदा टित आत्मनेपदानां टेरे अत्र अत्र कार्यं न करोति चेत् अन्यत्र तस्य कार्यं भवति वा? न भवति. भवति वा टित आत्मनेपदानां टेरे? तस्य भवति. तासहस्ते न भवति किल? न भवति. अतः तत्र एव तस्य कार्यम्, अन्यत्र द्विवचने अपि तस्य कार्यं न भवति, अतः अपवादः. अतः अपवादः सर्वदा यां सम्यक् एव. अनन्तरम् अस्मिन् सूत्रे तासहसे इति सूत्रे अनुवृत्तिसहितसूत्रं पश्यामः चेत् तत्र आत्मनेपदी इति अनुवृत्तिरूपेण न आगच्छति. यदा भगिनी उक्तवती अग्रिमसूत्रमेव अस्ति, तत्र किमर्थं न दत्तवान् अनुवृत्तिसहित सूत्रे तद् न आनीतम् इत्युक्ते लाघवार्थमेव वयम् अवगन्तुं शक्नुमः. तासः इति प्रत्ययः आत्मनेपदे पदे एव अस्ति, परस्मैपदे तु नास्ति एव. अतः वयं तासः से इति पश्यामः चेत् वयम् अवगन्तुं शक्नुमः आत्मनेपदानामेव विवक्षा अस्ति इति. अतः एव अनुवृत्तिसहितसूत्रे तद् न आनीतं, तदपि परिशीलनीयं. यदा वयम् अनुवृत्तिसहितसूत्रं नीत्वा परिशीलयामः तदपि किम् आनीतं, किं न आनीतं, किमर्थं न आनीतम् इति अपि एकमेकं स्टेप् आड् करोतु यदा वयं पठामः अग्रे. अस्तु, इदानीं किं कुर्मः? अत्र इति भाति पितः लस्य स्तासस्येः इति भाति सर्वाणां सर्वेषां लकार लकाराणां भवति इति, परन्तु अत्र तित् लकाराणां सर्वेषां भवति इव परस्मैपदे अपि, परन्तु अत्र नास्ति. परस्मैपदे न भवति किल? न भवति, न भवति. किमर्थं न भवति इत्युक्ते तत्र तासः इति प्रत्ययः एव नास्ति किल? तासः अस्ति चेत् तत्रापि भवितुम् अर्हति. तत्र प्रायः प्रायः तस्मिन् समये आत्मनेपदी इति अनुवृत्तिः भवेत् यदा यदा तादृशं स्थितिः अस्ति चेत्. परन्तु तत्र अत्र स्पष्टता अस्ति, तासः से इति स्पष्टता अस्ति. अस्तु, इदानीं किं कुर्मः? नियमान् अनुसृत्य कार्यम् एवम् इति इति भागं स्वीकृत्य यत्र यत्र सूत्रं किं किं सूत्रम् आगत्य कार्यं करोति इति परिशीलयामः. महोदय, भवान् प्रथमपुरुषं पूर्णतया करोतु. अस्तु, प्रथमपुरुष. अस्तु, इदानीं मूलं मूल तिङ्प्रत्ययः सति ता आतां जाति ता अस्ति तत्र अकार टि टि अस्ति टि संज्ञका अस्ति अतः टि तात्पर्यपदानां टेरे इति सूत्रेण अकारस्य ए भवति अतः त योग ए टे इति प्रथमपुरुषस्य एकवचनप्रत्यय आत्मनेपदान एकवचनप्रत्ययः सिद्धः निष्पन्नः इदानीं तत्र अन्य किमपि कार्यं नास्ति किल अन्य किमपि कार्यं नास्ति नास्ति अत्र द्वितीयमस्ति मूलप्रत्ययः अस्ति आताम् अस्ति आताम् अस्ति तत्र आताम् इति अस्ति आम् इति टि भागः अस्ति अतः आते इति भवति आते अस्ति इदानीं आतोणितः इति सूत्रेण एतत् आते इति अपित् अस्ति अतः नित् नित्वत् कार्यं करोति आतोणित इति सूत्रेण आतोणितः अङ् अतः आतोणितः इत्यस्य इ आदेशः भवति इ आदेशः अतः आते इति अस्ति इ आस्थाने इ आदेशः इयते इति भवति इयते इति यकारस्य लोपः भवति लोपोर्वलि इति सूत्रेण अतः अन्तिमरूपं निष्पन्नम् इ योग ते इते इति इदानीं ज मूलप्रत्ययमस्ति तत्र ज़ोन्तः इति सूत्रेण अन्तादेश अन्तादेशः जकारस्य स्थाने अन्त इति इदानीम् अकार टि संज्ञका अस्ति अतः टितात्पदानां टेरे इति अन्ते इति रूपं तस्य किमपि तत्र किमपि अन्यकार्यं नास्ति अन्यं कार्यं नास्ति अतः अन्ते इति अन्तिम प्रत्ययनिष्पन्नं तत्र किमपि विशेषकार्यं नास्ति सूत्रद्वयमेव टित आत्मनेपदानां टेरे आतो नितः इति सूत्रद्वयस्य कार्यमेव वयं प्रथमपुरुषे दृष्टवन्तः जोन्तः सामान्यसूत्रः सूत्रत्रयं टित आत्मनेपदानां टेरे इत्यस्य कार्यं सर्वत्र भवति तद् सर्वदा मनसि भवेत् आत्मनेपदानां टितसंज्ञकानां सर्वत्र तस्य कार्यं भवेत् एत्वं भवेत् भवति अनन्तरम् आतोङितः इत्यस्य कार्यं यदा वयम् आथाम् इति इत्यस्मिन् स्थले अदन्तातङ्ग आकारस्य स्थाने ईत्वं तत्र दृष्टवन्तः चोन्तः सम्यक् भगिनी भवती मध्यमपुरुषं करोतु भगिनि तत्र आदेशकस्य स्थाने आम् आदेशकप्राप्तिः आम् प्रबाद्य वा आदेशक स इति लोट् प्रत्ययः निष्पन्नः कुत्र पठति भगिनि तासः तत्र तास् इत्यस्य टित्सु से आदेशः से इत्यस्य इति लट् प्रत्ययः निष्पन्नः सम्यक् तत्र सूत्रं किम् इति एकवारं वदतु भगिनि भवत्या पूर्वमेव उक्तवती टित् आत्मनेपति इति टित् आत्मनेपदानां तेरे इति सर्वदा कार्यं करोति अनन्तरं तत्र तास् इति तासगसे इति अपि तस्य तत्र कार्यं करोति अतः तत्र तास् स्थाने तत्र स इति तत्र लभते इति कार्यं करोति लोट् प्रत्यय लोट् प्रत्यये तत्र निष्पन्नः न भगिनि लट् लट् प्रत्यये स्मः किल अतः तत्र लोट् नास्ति लट् एव लभसे इति भवति किल एकनिमिषं भगिनि तत्र परस्मै लट् एतत् सर्वं लोटि तत्र द्वितीयबिन्दु पठनीयं वा भगिनि? तत्र अस्माकम् आत्मनेपदी लट्लकारस्य द्वितीय भागः नियमान् अनुसृत्य कार्यम् एवम् इति अस्ति किल. प्रथमं नियमाः इति भाग नियमः अस्ति किल बिन्दुत्रयम्, अनन्तरं नियमान् अनुसृत्य कार्यम् एवम् इति अस्ति किल. तत्र तास् तित्सु से आदेशः, से इति लट् प्रत्ययः निष्पन्नः, तत्र सूत्रं किम् इत्येव मम प्रश्नः. द्वितीयबिन्दुः एव खलु भगिनि, तत्र अत्र कश्चन विशेषः नियमः अस्ति, उपरि सामान्यनियमः दत्तः. न भवती भवती लोट् मध्ये गतवती, इदानीं वयं लट्टि एव न समापितवन्तः, सूत्रं पठितवन्तः. सूत्रात् पूर्वम् एकः भागः अस्ति, नियमान् अनुसृत्य कार्यम् एवम् इति सूत्रमस्ति किल, तस्मात् पूर्वं पश्यतु. हा अस्ति वा? आम् तत्र सूत्रं किं इति चिक्षुके आदेशः, तत्र तासगासे इति तत्र कार्यं करोति, अतः एव अतः से इति लट् निष्पन्नं भवति. लभसे इति तत्र मध्यमपुरुषे एकवचनं भवति. अनन्तरं आसाम् आम् अग्रे अग्रे पठामि वा भगिनि? आम् आम् आम् पठतु भगिनि. आसाम् आम् इति टि भागः, तस्य स्थाने एकारः आते इति अदन्तात् अङ्गात् पदस्य आकारस्य स्थाने इत्वम् आस्थाने इ इते इति लट् प्रत्ययः निष्पन्नः, इ आदेशः तदा इ लोपः. तत्र आताम् इति टि स्थाने तत्र एकारः भवति, आके इति भवति. एतत् अदन्तम् इति अदन्त एव कार्यं करोति, न अना अनदन्तम् अङ्गात् इति. अनन्तरम् आकारस्य स्थाने ईत्वं भवति, ईत्वं भवति तत्र अत्र एव अस्ति किल भगिनि सूत्राणि. आतो नितः वा? सम्यक् एव, आतो नितः सम्यक्. तत्र अदन्तात् अङ्गात् परस्य सार्वधातुक नित् प्रत्ययस्य आकारस्य स्थाने ये इति भवति. अनन्तरं अनन्तरम् आस्थाने इ भवति, इते इति तत्र लभ्येते इति तत्र आगच्छति. इदानीं तत्र आताम् इत्यत्र सूत्रत्रयं कार्यं करोति, क्रमेण वदतु. प्रथमं टि भागः, प्रथमं तित् आत्मनेपदानां टेरे इति कार्यं करोति, अनन्तरम् आतो नितः इति द्वितीयसूत्रं कार्यं करोति, तृतीयसूत्रं तु तासहसे इति त्रीणि सूत्राणि तत्र. तासहसे तत्र कथम् आगच्छति भगिनि? मध्यमपुषे एकवचनं तत्र न आताम् इत्यत्र माताम् इत्यत्र इय इति आदेशः भवति किल, तत्र मध्यमपुरुष द्विवचनमेव तत्र कार्यं करोति. तत्र एकं सूत्रं किं महोदय? इ आदेशः अस्ति अत्र, इ आदेशः इयते अत्र यकारस्य लोपोर्भयोर्वलि इति वल् प्रत्यारस्य परे सारि वकार यकार यस्य लोपः भवति वल् प्रत्यारस्य परे वल् वत् प्रत्यारस्य. ताम् इति वल् प्रत्याहारे अस्ति वा? अस्तु, सूत्रत्रयं तित आत्मनेपदानां टेरे आतो ङितः लोपो व्योर्वलि आताम् इत्यस्य एव सूत्रत्रयम्. अस्तु भगिनी, ध्वम् इति वदतु. ध्वं तत्र अम् इति ति भागः, तस्य स्थाने एकारः द्वे इति लट् प्रत्ययः निष्पन्नः. तत्र अम् इति ति भागः, तस्य स्थाने एकारः भवति. सूत्रं तत्र तत्र आत्मनेपदानां तेरे इत्यस्मात् चितः इत्यस्य अनुवृत्ति एतदेव तत्र कार्यं करोति खलु भगिनि. टि भागः इत्युक्ते एव तित एकारः टेरे, टेः तकारस्य स्थाने एकारः टेरे इति वदति. आत्मनेपदी प्रत्ययः अस्ति, टित् इति वयं स्वीकृतवन्तः अम् टित आत्मनेपदानां टेरे. तावदेव तत्र. अस्तु, आम् अवगतं किल. अत्र यत्र यत्र वयं पठामः तत्र प्रक्रिया अपि मुख्यं, सूत्रमपि मुख्यं, सूत्रसहितप्रक्रिया सर्वदा मनसि भवेत् चेत् सम्यक्. तत्र वयं कार्यं स्मरामः चेत् सूत्राणि आगच्छति. अत्र कार्यं किं, टे स्थाने ए, टेरे, टेरे आगच्छति. अतः टित आत्मनेपदानां टेरे, टेः ए तत्र संज्ञा भूत्वा टेरे इति आगच्छति. स्थाने तत्र एकार एकारः आदेशः भवति. अतः तत्र टित आत्मनेपदानां टेरे इति सूत्रम्. अस्तु महोदय, मध्य उत्तमपुरुष. अस्तु महोदय, इदानीम् उत्तमपुरुषः अस्ति, मूलतिङ्प्रत्ययः अस्ति, इड् वहि महिम्. अत्र उत्तमपुरुषस्य एकवचने इड् अस्ति, तत्र डकारस्य लोपः भवति, संज्ञालोपः. अनन्तरम् इक् इ एव अवशिष्यते. अत्र ई भाग एव टि अस्ति, अतः टित आत्मनेपदानां टेरे इति सूत्रेण ए आदेशः. अतः इकारस्य स्थाने ए इति, अतः ए एव अवशिष्यते अन्तिमरूपं प्रत्ययनिष्पन्नः, अन्तिम लट् प्रत्ययनिष्पन्नः सिद्धतिं प्रत्ययः. इदानीम् अग्रिममति वै, वहि इति. अत्र टित आत्मनेपदानां टेरे इति अस्य सूत्रस्य प्रसक्तिः इहि, अतः हि, अस्तु सोरि, इ वहि इति अन्तिमम् इकारः अस्ति, अतः तत् एव टित् संज्ञकवर्णः अस्ति. तत्र वहे इति भवति अन्तिमरूपं, किमपि अन्यत् कार्यं नास्ति. वहि, वहे. इदानीं महिङ्ग् अस्ति, अत्र णित् नकारस्य लोपः महि इति अस्ति, तत्रापि टित् अङ्ग अस्ति, इ अस्ति, तत् तस्य ए आदेशः. अतः टित् आत्मपदानां टेरे इति सूत्रेण, अतः महे, अतः अन्तिमरूपं महे इति निष्पन्न, अतः ए वहे महे इति. उत्तमपुरुष आत्मनेपदस्य आत्मनेपदानाम् उत्तमपुरुष तिङ्प्रत्यय सिद्धतिङ्प्रत्ययः. उत्तमं, तत्र एकमेव कार्यं, तित आत्मनेपदानां टेरे इत्यस्य एव कार्यं तत्र. तत्र इड् इति यद् प्रत्ययः अस्ति, तत्र वयं टी संज्ञा इति एकः प्रश्नः आगतः पूर्वस्मिन् वर्गे, यत्र अस्माकं वर्गः प्रचलति तस्मिन् समये, तत्र इड् इति यद् प्रत्ययः अस्ति, तत्र वयं टी संज्ञा इति इड् इत्येव किमर्थं न स्वीकुर्मः, तत्र तस्य स्थाने अपि ए इति आगच्छति किल इति प्रश्नः आसीत्. तस्य महोदयस्य उत्तरमासीत्, अनुबन्धलोपकार्यमेव सर्वदा प्रथमं भवति. यत्र यत्र तस्य अवसरः अस्ति, अनुबन्धकार्यस्य अवसरः अस्ति, तत्र इत्संज्ञाकार्यं प्रथमं भूत्वा एव अन्य किमपि कार्यं, तदपि मनसि भवेत्. मुख्यबिन्दुः अस्ति तत् तदपि मनसि भवेत्. अस्तु, इदानीं समाप्तं लट् लकारः, लोट् लकारं प्रति गच्छामः. लोट् लकारे अपि तादृशमेव कुर्मः. प्रथमं नियमः पठामः, अनन्तरं सूत्राणि, अनन्तरं नियमान् अनुसृत्य कार्यम्. अस्तु, विजया भगिनी प्रथमनियमः नियमाः पठतु. नियमान् आत्मनेपदे लोट् लकारस्य किं प्रत्ययः सिद्धिः? नियमाः. प्रथमं प्रथमबिन्दुः, परस्मैपदे लति यत्र यत्र ई लोटि तत्र तत्र उ, तदेव आत्मनेपदे आत्मनेपदे लति यत्र यत्र ये तत्र तत्र लोटि आम् आदेशः भवति. वस्तुतः क्रमः एवमस्ति, चित्सु ति भागस्य एकं भवति, लोट् अपि सित् अस्ति, अतः अत्रापि टि भागस्थाने एकारः आयाति. तदा लोटि एकारस्य स्थाने आम् इति आदेशः भवति. पूर्वं वयं दृष्टवन्तः इकारस्य स्थाने एकारः इति आगच्छति, परन्तु तत्र लोटि एकारस्य स्थाने आम् इति आदेशः भवति. परस्मैपदे लटि यत्र यत्र ई लोटि, यत्र यत्र लटि मध्ये ई आगच्छति तत्र तत्र लोटि मध्ये उ आगच्छति. केन सूत्रेण अपि स्मरति वा भगिनि? स्मरामि. ईकारस्य षष्टि अन्तं पदम् अस्ति ये, मुनेः, मुनिः मुनेः इति वदामः किल, एः ए उः इति आदेशः, एः उः इति तत्र सन्धि भूत्वा एरुः इति भवति. तादृशं किञ्चित् मैपिङ्ग् कृत्वा स्मरति चेत् सर्वदा मनसि भवेत्. एरुः कार्यम्, अनन्तरं सूत्रम्. अस्तु, तत्र एरुः सम्यक्. अनन्तरं वदतु आत्मनेपदी लटि. आत्मनेपदी लटि यत्र यत्र ये तत्र तत्र लोटि आम् इति आदेशः भवति. आम् इति आदेशः सूत्रम् अग्रे अस्ति, अनन्तरं पठामः. परन्तु यत्र यत्र लटि वयं ये इति दृष्टवन्तः किल, तत्र तत्र लोटि आम् इति आदेशः भवति. अग्रे पठतु. वस्तुतः क्रमः एवमस्ति, चित्सु टि भागस्य एकं भवति, टि भागस्य एकं भवति, लोट् अपि सित् अस्ति, अतः अत्रापि टि भाग स्थाने एकारः आयाति. तदा लोटि एकारस्य स्थाने आम् इति आदेशः भवति. तत्र एकारस्य स्थाने आम् इति लोटि मध्ये आगच्छति भगिनि. तावदेव भगिनि. आं भगिनि, प्रश्नः अस्ति वा? तत्र सूत्रम् अनन्तरम् आगच्छति वा? अनन्तरम् आम्. परन्तु सर्वदा प्रथमं तत्र क्रमः एवमस्ति, प्रथमं टित आत्मनेपदानां टेरे सर्वदा भवति एव. एत्वं भूत्वा अनन्तरमेव आम् इति आदेशः. आम्, द्वितीयबिन्दुः पठतु भगिनि. द्वितीयबिन्दु, तत्र अत्र कश्चन विशेषः नियमः अस्ति. उपरि सामान्यनियमः दत्तः, ये स्थाने आम् इति. अस्माभिः चिन्तनीयम् अयम् एकारः कस्मात् परः अस्ति. एकारः सकारात् परः चेत् एकारस्थाने वा भवति, न तु आम्. यथा लोट् चित् अस्ति, अतः शासकस्य इत्यनेन शासकस्थाने से तदा सकार उत्तरस्य एकारस्य स्थाने वा आदेशः पुनः एकारः वकारात् परः चेत् एकारस्थाने अम् न तु आम् अथवा वा यथा द्वं द्वे द्वं द्वे द्वं तत्र द्वे अनन्तरं द्वम् इति द्वे द्वं लभद्वे लभद्वम् इति तत्र तत्रापि एकारस्थाने आम् इति तत्र प्रश्नः उदेति किमर्थं अस्माभिः चिन्तनीयम् एकार तस्मात् परः अस्ति एकारः सकारस्य परे चेत् सकारात् इत्युक्ते तत्र तासः वा भगिनि से इति तासः न से अनन्तरम् एकारस्थाने वा एव भवति न तु आम् एकारस्थाने वा एव तत्र आगन्तुं शक्नुमः परन्तु आम् इति किमर्थम् आगच्छति अनन्तरं यथा लोट् स्थित् अस्ति अतः तासहस्ये इति सूत्रं कार्यं करोति परन्तु तासहस्थाने से तदा सकार उत्तरस्य एकारस्य स्थाने वा आदेशः पुनः एकारवकारात् परः चेत् एकारस्य अनन्तरं वकारात् परः चेत् एकारस्थाने अम् एव आगन्तुं शक्नुमः परन्तु आम् इति किमर्थम् आगच्छति इति तत्र प्रश्नः एतत् सर्वं सूत्रेण वयं द्रष्टुं शक्नुमः खलु भगिनि आम् आम् एतत्तु विशेषनियमः अस्ति प्रथमं यत् पठितवन्तः तद् सामान्यनियमः इदानीं विशेषनियमः यदा भवती उक्तवती ये स्थाने आम् इति सामान्यनियमः इदानीं किं भवति दासः से इति सूत्रेण से इति आदेशः भवति सकारस्य उत्तरं किम् अस्ति एकारः अस्ति सकार उत्तर एकारस्य स्थाने व अतः स्व इति भवति पुनः एकारः वकारात् परः स्व इत्यस्य वकार एकारः वकारात् परः अस्ति इति कृत्वा तत्र ये स्थाने अम् इति आदेशः न तु आम् अथवा व ध्वम् इति यदा तत्र अस्ति ध्वं व स्व तादृशम् आदेशः भवति सूत्रेण तत्सूत्रं वयं यदा पठामः प्रायः इतोपि स्पष्टं भवति अस्तु अतः क्रमः भिन्नः इत्येव अवगन्तव्यम् इदानीं क्रमः भिन्नः सर्वदा आम् इति आदेशः न भवति विशेषस्थलेषु अम् इति आदेशः अपि भवति इति अस्तु आम् धन्यवादः भगिनी महोदय तृतीयचतुर्थपञ्चमबिन्दुः पठतु उत्तमपुरुषस्य एकारस्य स्थाने ऐकारदेशः भवति अस्तु एकारस्य स्थाने किं प्रथमं तु इट् इट् अस्ति अस्तु तत्र ए आदेशः टितात्पदं टेरे इति तत्र ये भवति एकनिमिषम् उत्तमपुरुषः एकारस्य स्थाने ओके अस्तु इदानीम् एकारः अस्ति तस्य स्थाने ऐ आदेशः ऐकारादेशः भवति अतः ऐ एव ऐ अन्तिमरूपम् अनन्तरं द्विवचने लोट्लकारस्य उत्तमपुरुषस्य ओके अस्तु लोट्लकारस्य उत्तमपुरुषस्य आडागमः भवति इति तु पूर्वमेव उक्तं परस्मैपदि लोटि आडु आडु उत्तमस्य पिच्च आडु उत्तमस्य पिच्च इति सम्यक् अस्तु पठानि पठाव पठामः इति अस्तु अत्रापि अस्य प्रसक्तिः अस्ति ओहो आदुत्तमस्य च अस्तु आवहै आमहै इति आगच्छति ओके ओके एतत् तत् पूर्णसूत्रं किमस्ति भगिनी तत्र आडोत्तमस्य अपि च कुत्र भवति इति तत्र आडुत्तमस्य उत्तमस्य आडागमः भवति अनन्तरं पित्त्वम् आरोपितं भवति तत्र यदा सामान्यतया वयं पश्यामः चेत् तत्र मित्पित्यस्य किं भवति तत्र आसीत् वा लोट्लकारे एव आडोत्तमस्य अपि च लोट्लकारे एव तत्र यदा वयं परस्मैपदे पश्यामः चेत् तत्र मित् इत्यस्य एव पित्वम् अस्ति किल लोटि आडुत्तमस्य पिच्च इति सूत्रेण उत्तमपुरुषस्य एकवचनं द्विवचनं बहुवचनं त्रिषु स्थलेषु अपि पित्वम् आरोपितं तादृशमेव आत्मनेपदे आत्मनेपदी तु पित्वं कुत्रापि नास्ति लोटि परन्तु ये अस्मिन् सूत्रेण उत्तमपुरुषस्य त्रिषु स्थलेषु अपि पित्वम् आरोपितम् अतः पित् प्रत्ययः भवति इदानीम् ऐ आवहयामहे इति पित् प्रत्ययः अतः कार्यमपि भवति किल यदा पित्वम् आरोपितं चेत् यत्र यत्र गुणस्य प्रसक्तिः अस्ति तत्र तत्र गुणकार्यं भवति उत्तमस्य आड् इति आड् इति आगमः भवति पित्त्वम् आरोपितम् अस्ति पित् च अस्तु पित्त्वस्य अदन्ताङ्ग तत्र किमपि पित्त्वस्य तस्य प्रयोजनं न न अदन्तम् अनदन्तम् इति किमपि नास्ति अनदन्ताङ्गेषु अपि पित्त्वम् आरोपितमेव आदुत्तमस्य पिच्च इति सूत्रेण सर्वत्र न न अत्र तस्य उपयोग किमपि नास्ति भवति भवति वा तत्र पित् कारणात् पित्त्वम् अस्ति चेत् उपयोगः भवति एव महोदय यत्र यत्र तत्र गुणं गुणस्य किमपि कार्यम् अस्ति चेत् तत्र गुणकार्यं भवति एव अदन्ताङ्गम् अस्ति चेत् न भवति किल अदन्ताङ्गम् अस्ति इदानीं अस्तु पठन् तत्र भवति वा पित्तस्य अतः पित्तस्य कार्यं तु भवति एव यदा वयं पश्यामः अग्रे यदा सामान्यतया भुआदिगणे एव वयं पित्तस्य कार्यम् अधिकतया पश्यामः किल परन्तु लोट्लकारस्य पित्त्वं यद् आरोपितमस्ति तद् अन्येषु गणेषु अपि तस्य कार्यं वयं पश्यामः आरोपितम् इति कारणात् तत्र तत्र गुणः भवति गुणः वा किमपि अन्यकार्यं किमपि अस्ति चेत् तद् भवति एव पश्यामः आगच्छति कार्यमस्ति अतः एव आरोपितम् अस्तु अस्तु पञ्चमबिन्दुः अस्ति अतः लोट्लकारस्य उत्तमपुरुषस्य आडागम भवति इति पूर्वमेव उक्तम् आडागम पञ्चमबिन्दुः अस्ति पञ्चमकार्यं पञ्चमबिन्दुः अस्ति अदन्तात् अङ्गात् परस्य आकारस्य स्थाने ईत्वं स्यात् इत्यस्य नियमस्य प्रसक्ति भवति तिस्व अपि निस्व अपि अङ्गम् अदन्तम् अस्ति चेत् अस्तु ईत्वं स्यात् अदन्ताङ्गस्य ईत्वं स्यात् केन सूत्रेण सूत्रम् इदानीं पठितवन्तः किल ईत्वम् आकारस्य वा ओके आतोनिता इति तस्य वा तदेव अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम् इत्युक्ते आतोनितः एव किमपि भ्रमः भवति मम तत् आतो एय इति सूत्रमस्ति किल आतो आतोनितः एव तद् भिन्नं तत् कार्यं भिन्नं अत्र आतोनितः एव आतोनितः यत्र यत्र आगच्छति अनन्तरं तद् लोपो व्योर्वलि अपि परिशीलनीयं तद् सर्वत्र युगपत् आगच्छति बहुषु स्थलेषु अस्तु तावदेव किल तत्र तावदेव सम्यक् भगिनी इदानीं सूत्रं प्रथमसूत्रं पठतु भगिनी आमेतः विद्या भगिनी आम् तत्र नियमान् नियमान् अनुसृत्य कार्यम् एवम् इति दत्तम् अस्ति किल, अनन्तरं लोटि सिद्धप्रत्ययाः अस्ति, अनन्तरम् आमेतः इति सूत्रमस्ति. आमेतः पठतु भगिनि. आमेतः भगिनि आम् आमेतः लोट्लकारस्य एकारस्य स्थाने आम् आदेशः भवति. आम् आम् प्रथमान्तम् एतः षष्ट्यन्तम् द्विपदमिदं सूत्रम् तावदेव वा भगिनि? न, पूर्णतया पठतु भगिनि. लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः सर्वत्र. अनुवृत्तिसहितसूत्रं लोटः लस्य एतः आम् इति. तत्र पूर्वं वयं पठितवन्तः लोटस्थाने आम् आदेशः, एकारस्य स्थाने आम् इति आदेशः भवति इति. तत्र आम् इति प्रथमान्तम्, अनन्तरम् एतः इति षष्ट्यन्तम्. आम् आदेशः तत्र भवति, अतः एव तत्र एकारस्य स्थाने आम् इति आदेशः भवति. लोटु लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः इत्यस्य अधिकारः, तत्र किमपि नास्ति भगिनि. अधिक अनुवृत्तिसहितसूत्रं लोटः लस्य एव एकः आम् इति सामान्यसूत्रमस्ति. सामान्यनियमः सामान्यसूत्रं किमपि विशेषं नास्ति तत्र. तत्र सामान्यसूत्रं, तस्य कार्यं सर्वत्र भवति. यत्र यत्र एकारः अस्ति, एकारस्य स्थाने आम् आम् इति आदेशः भवति. एकारः पित आत्मनेपदानां टेरे इति सूत्रेण यत्र यत्र भवति तत्र तत्र आमेतः कार्यं कर्तुम् आगच्छति. बाधा नास्ति चेत् कार्यमपि करोति. सर्वदा स्मर्तव्यम्. अनन्तरं सवाभ्यां वामौ अपि पठतु भगिनि. भगिनि, अत्र एतः अस्ति, तत् तपरसत्काल अतकारणेन तकार योजितमस्ति. आम् आम् आम् आम् तपरकरणमेव, केवलम् एकार एव. आम् केवलम् एकारः यत्र अस्ति तत्र एव इति. अथवा किं भवति इत्युक्ते, ऐ इति कुत्रापि आदेशः इति पठितवन्तः किल, एकारस्य स्थाने ऐकार आदेशः, अनन्तरं पुनः प्रायः आम् इति आमेतः आगत्य तत्र कार्यं कर्तुम् आगच्छति किल. ऐ इति भवति चेत् यदा तपरकरणं न कृतवान् चेत् एकारस्य स्थाने ऐकारः आगच्छति, अनन्तरम् आमेतः इत्यस्य अपि तत्र प्रसक्तिः भवेत् किल तत्र. अतः एव तपरकरणं कृतम्. सर्वदा किमपि लूप् होल् इव नास्ति इति, तादृशं टैट् पेकिङ्ग् अस्ति. सम्यक्. आं भगिनि, सवाभ्यां वाम. तत्र सवाभ्यां वामो लोट् सकारस्य सकारस्य वकारस्य सकारात् वकारात् च एकारस्य स्थाने क्रमेण वा अम् इत्यनयोः आदेशः भवति. आमेतः इत्यस्य अपवादः, शः च वः च तयोरित इतरेतरद्वन्द्वः, सवौ साभ्यां सवाभ्यां, वः च अं च तयोरितरेतरद्वन्द्वः. पठतु भगिनि. सवाभ्यां पञ्चमे अन्तम्, अनन्तरं वामौ इति प्रथमान्तम्, द्विपदमिदं सूत्रं लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः, आमेतः इत्यस्मात् एतः इत्यस्य अनुवृत्तिः लट्टि इत्यस्य अधिकारः सर्वत्र अस्ति. तत्र अनुवृत्तिसहितसूत्रं लोटः लस्य सभाभ्याम् एतः वामौ. तत्र सभाभ्याम् इति अस्ति, अतः तत्र पञ्चमी विभक्ति अस्ति, अतः परकार्यमस्ति, पूर्वं निमित्तमस्ति. लोट्लकारस्य लोट्लकारस्य सकारात् वकारात् च एकारस्य स्थाने क्रमेण वकार आ अम् इति भवति. तत्र अम् इति आदेशः भवति. किं किम् वकारस्य स्थाने अम् इति अनयोः आदेशः भवति तत्र एकारस्य स्थाने. साधु वा भगिनि? एकारस्य स्थाने व, अनन्तरं वकारस्य स्थाने अम्. सम्यक्. अस्तु भगिनि. अनन्तरं तत्र आमेतः अपवादः किमर्थं भगिनि? आमेतः तत्र तदेव मम प्रश्नः अस्ति. किमर्थम् आमेतः इत्यस्य अपवादः सवाभ्यां वामौ? अपवादः तत्र न तद् परिशीलयतु भगिनि एकवारं, किमर्थम् अपवादः इति दत्तम् इति. किमर्थम् अपवादः इत्युक्ते आमेतः इति आदेशः भवति. आमेतः इति आदेशः प्रथमविभक्तिः अस्ति, अतः आमेतः इति भवति. परन्तु तत्र सभाभ्यां वामौ इति पञ्चमी विभक्तिः अस्ति, अतः तत्र पर एव कार्यं तादृशं पूर्वमस्ति. तादृशं वदतु महोदय, किमर्थं प्रथमं तत्र प्रथमं तासेः इति अस्ति तत्र तासस्थानस्य आदेशः. तत्र तत्र एकार अस्ति, तस्य तत् एकारस्य स्थाने वकार आदेशः भवति. आमेत इति अस्ति, आमेत इति अस्ति यत्र यत्र एतस्थाने आम् आदेशः भवति इति अस्ति. यत्र से अस्ति तत्र एकार अस्ति तत्र आम् भवेत्, परन्तु अपवादसूत्रमस्ति अत्र. किमर्थं तदेव प्रश्नः, किमर्थं तद् अपवादः इति? तत्र अपवादः इत्युक्ते ये स्वाभ्यां वामौ तस्य कार्यं न भवति. तदेव पुनः एकवारं वदतु, तत्र आमेतः तस्य कार्यम् अन्यत्र भवति वा? आं भवति किल, अत्र न भवति चेत् अन्यत्र भवति. सभाभ्यां वामौ इत्यस्य कार्य सभाभ्यां वामौ इति कार्यं कुत्र कुत्र भवति लोट्लकारे? लोट्लकारे प्रथम एकवचने मध्यमपुरुषे एकवचने भवति, अपि च बहुवचने अपि मध्यमपुरुष आम् सभाभ्यां वामौ किल तत्र भवति. अत्र न भवति चेत् मध्यमपुरुषे वा अन्यत्र तत्र स्थलद्वये न भवति चेत् अन्यत्र तस्य कार्यं भवति वा? न भवति, न भवति. परन्तु आमेतः इत्यस्य कार्यं तु अन्यत्र अपि भवितुम् अर्हति किल. तस्य कार्यं तु प्रथमपुरुषे अस्ति, अन्यत्रापि अस्ति. अतः सभाभ्यां वामौ अत्र कार्यं न करोति चेत् तद् निरवकाशं भवति. अतः सभाभ्यां वामौ आमेतः इति सूत्रस्य अपवादः. अपवादः इत्यस्य लक्षणं, यदि द्वयोः सूत्रयोः मध्ये एकस्य अन्यत्र लब्धावकाशः नास्ति चेत् तद् अपवादसूत्रम्. अवगतं वा? यदा यदि अन्यत्र लब्धावकाश अन्यत्र लब्धावकाश किमस्ति अस्ति चेत् तद् तुल्यबलविरोधः तदेव तत्र सूत्रद्वयम् आगच्छति कार्यं कर्तुं तत्र तुल्यबलविरोधः अस्ति इत्युक्ते अन्यत्र अन्यत्र लब्धावकाशः अस्ति अत्र कार्यं न करोति चेत् अन्यत्रापि कार्यं कर्तुं शक्नोति इति सूत्रद्वयस्यापि तादृशं स्थितिः अस्ति चेत् तत्र विप्रतिषेधे परं कार्यम् इति सूत्रसङ्ख्या द्रष्टव्या सूत्रसङ्ख्या दृष्ट्वा परसूत्रं बलवत् इति तत्र तादृशं स्थितिः परन्तु अपवादः इति सामान्य अपवादः इति पश्यामः चेत् तत्र सूत्रसङ्ख्यायाः मुख्यत्वं नास्ति अपवादसूत्रमेव बलवत् तत्र भिन्न पाठः एव पूर्णतया अस्ति परन्तु इदानीमेव अवगच्छामः चेत् तद् पाठं सुलभं भवति अतः तद् प्रथमं पठामः चेत् किमपि मनसि न आगच्छति प्रयोगः प्रथमं कुत्र प्राक्टिकल्स् दृष्ट्वा थियरि प्रति गच्छामः अस्तु इदानीम् अवगतं किल कथम् अपवादः इति तत् स्थाने एव आमे तथा कार्यं न करोति परन्तु अन्यत्र कार्यं करोति सम्यक् तावदेव तत्र अतः तद् अपवा सवाभ्यां वामौ आमेतः इत्यस्य अपवादः सम्यक् अस्तु महोदय भवान् आडुत्तमस्य अपि च एत ए ऐ इति सूत्रद्वयमपि पठतु महोदय अस्तु आडुत्तमस्य अपि च लोट्लकारस्य लस्य स्थाने यः उत्तमपुरुष प्रत्ययः भवति तस्य आट् आगमो भवति अपि च तस्य पित्वं भवति आद्यन्तौ टकितौ इत्यनेन आट् आगमः तृतीयात् प्राक् आयाति आट् आट् प्रथमान्तम् उत्तमस्य षष्ठ्यन्तं पित् प्रथमान्तं च अभेयपदम् अनेकपदमिदं सूत्रं लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य उत्तमपुरुष उत्तमस्य आट् पित् च इति अस्ति आडोत्तमस्य अपि च वयं दृष्टवन्तः पूर्वमपि लोट्लकारे परस्मैपदेषु अपि अतः यत् इति आट् आगमः अस्ति आट् आगम् इत्युक्ते टित् अस्ति अतः आद्यन्तौ टकितौ इति इत्यनेन आट् आगमः यत् इति अस्ति तत् प्रथमे प्रत्ययात् प्राक् एव भवति कित् अस्ति चेत् अनन्तरं भवति इति आद्यन्तटकितौ इति सूत्रं वदति आद्यन्तटकितौ इति सूत्रमस्ति सूत्र परिभाषासूत्रमस्ति किल परिभाषासूत्रमस्ति अतः अत्र उत्तमपुरुषे सर्वत्र आट् आगमः भवति आडुत्तमस्य अपि च कीदृशसूत्रम् आडुत्तमस्य पिच्च अस्तु अत्र तत्र एकमस्ति विधिसूत्रमपि अस्ति अनन्तरं अतिदेशिकसूत्रम् अस्ति वा अतिदेशसूत्रं तत् आरोपितमस्ति अध्यारोपितम् सम्यक् सोरि आरोपितमस्ति तत्र तद् कृतवन्तः किल पूर्वमेव लोट्लकारस्य लस्य स्थाने उत्तमपुरुषप्रत्ययस्य आट् इति आगमः अनन्तरं पित्वमपि आरोपितं सम्यक् तद् अनन्तरम् अग्रिमसूत्रं महोदय अस्तु अस्तु इदानीं आतो सोरि एत ऐ इति सूत्र लोट्लकारस्य उत्तमपुरुषस्य एकारस्य स्थाने ऐकारादेशो भवति एतः षष्ठ्यन्तम् ऐ लुप्तप्रथमान्तं द्विपदमितं सूत्रम् आमेतः इत्यस्य अपवादः लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः आडुत्तमस्य पिच्च इत्यस्मात् उत्तमस्य इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति लोटः लस्य उत्तमस्य एतः ऐ इति अस्तु, इदानीम् आमेतः इति कथं भवति? आमेतः इति अस्ति उप अपवादः. इदानीम् एकनिमिषं, प्रथमम् अस्ति इड् अस्ति किल, इड् अस्ति टित् अस्मद् टेरे इति ये भवति ये अस्तु ये अस्ति, अतः आमेतः इति सूत्र सूत्रम् अत्र सूत्रस्य प्रसक्तिः अस्य अत्र अस्ति एकारस्य स्थाने आम् आदेशः इति एत् अस्ति अतः ये अस्ति अतः तस्य अपवादसूत्रमस्ति. किमर्थमिति चेत् एत ऐ इति अन्यत्र लब्धावकाशः नास्ति अत्र अन्यत्र निरवकाशं प्राप्नोति एतत् सूत्रम् अतः अपवादसूत्रम् अपवादबलेन आमेतः इत्यस्य अपवादत्वेन कार्यं करोति एकारस्य स्थाने ऐ आदेशः इति लोटः लस्य उत्तमस्य एत एतः ऐ आदेशः तावदेव तावदेव तत्र त्रिषु स्थलेषु एव एतः ऐ इत्यस्य कार्यम् उत्तमपुरुषे एव तत्र सूत्रमेव सूत्रे एव दत्तमस्ति परन्तु आमेतः इत्यस्य कार्यक्षेत्रं तु बृहत् अस्ति तस्य अपेक्षया एतः ऐ इत्यस्य अपेक्षया अतः अपवादः सम्यक् सम्यक् महोदय अस्तु अतः सूत्रं किं किं दृष्टवन्तः आम् वदतु भगिनि लभे इति पूर्वं पूर्वं लभे इति लभे इति शक्नोति अनन्तरं वृद्धिकार्यं भवति अतः एव तत्र लभे इति लभे इति आगन्तुं शक्नोति वा भगिनि न न एतः ऐ इदानीं लभै लभावकै लभामहै अतः एव अहं पृच्छामि एत ऐ इति लोट्लकारस्य उत्तमपुरुषस्य एकारस्य स्थाने ऐकारः इत्युक्ते तत्र लभे इति पूर्वम् अनन्तरम् ऐकार इति एत ऐकार इति सूत्रेण तत्र लभे इति परस्मैपदीनां लट् लकारमध्ये अस्ति अनन्तरं लभे इति लोट् लकारमध्ये आगच्छति खलु भगिनि आत्मनेपदी आम् आम् परन्तु तत्र वृद्धिकार्यं किमपि नास्ति एतत् सूत्रेण एव आगच्छति एतः ऐ इति सूत्रेण एव आगच्छति एत ऐ सूत्रमेव कार्यं करोति तत्र तद् अग्रिमपाठः तस्मिन्नेव विषये अस्ति तत्र वयं धातुः स्वीकृत्य पश्यामः कथम् आगच्छति इति अस्तु तत्र वयं सूत्रचतुष्टयं दृष्टवन्तः किल चत्वारि सूत्राणि आमेतः सवाभ्यां वामौ आडुत्तमस्य पिच्च एतः एत ऐ इति आडुमुत्तमस्य पिच्च इति अतिदेशसूत्रमेव परन्तु आड् आगमः भवति तदपि अस्ति परन्तु सूत्रचतुष्टयम् आगमः अपि अस्ति अतः तद् विधि अनन्तरम् अतिदेश द्वयमपि अस्ति आट् आगमः अस्ति किल तत्र आमाम् आट् आगम आग विधिसूत्रमपि च सूत्राणि मध्ये समीपां तान् सन् तामः अपि कार्यं करोति खलु भगिनि तद् अत्र न आगच्छति भगिनि किमर्थं तस्तस्तमेपां तत्र तस्तस्तमेपाम् इति सूत्रे एव प्रत्ययाः दत्तमस्ति किल तस् तस् तम् अमेपां तत् तत् प्रत्ययः तु अत्र नास्ति एव किल आत्मनेपदां परस्मैपदी एव तत्र प्रत्ययः अस्ति अतः तत्र एव तस्य कार्यम् आत्मनेपदीनां तत्र कार्यं नास्ति तद् न भवति सूत्रं द्रष्टव्यं सूत्रे प्रत्ययः किं दत्तः इति द्रष्टव्यम् अनन्तरमेव इदानीं पुनः सन्ति अत्र स्मरणार्थं प्रथमं रूप एव कण्ठस्थीकरणं तदेव तदा एव भवति रूपम् आम् अतः एव एतद् सूत्रसहितं वयं प्रथमस्तरे यदा पाठयामः तस्मिन् समये वयं न वदामः किल तत्र वयं गच्छति गच्छति गच्छतः गच्छन्ति इति कण्ठस्थी करोतु इति एव वदामः. तस्मिन् समये अहं पाणिनीयसूत्रं यदा आगत्य वदामि चेत् भ्रमः भवति, कः प्रत्ययः, कः प्रकृतिः, किं कार्यं, किमपि न अवगच्छामः. अनन्तरं यदा वयं पश्यामः चेत् ओ इदानीम् एतत् कार्यम् एतादृशं भवति इति. अनन्तरमपि स्मरणार्थं तत् मूलरूपं मूलरूपं सोरि अन्तिमरूपं कण्ठस्थीकरणं भवेत् एव, न अन्यथा एतत् न आवश्यकं. तत्र तत्र अस्माकं कक्षायां किं भवति इत्युक्ते वयं बहुषु धातुषु स्वीकृत्य तस्य अभ्यासं कुर्मः. तत्र वयं यदा दश वा विंशति धातुः स्वीकृत्य अभ्यासं कुर्मः चेत् तत्र आटोमेटिकलि तद् तत् मनसि आगच्छति. सूत्रमपि तदेव अहं पुनः पुनः वदामि किल, सूत्रं वदतु सूत्रं वदतु, सूत्रं कार्यं सूत्रं कार्यं यदा वदामः चेत् तत्र मनसि तिष्ठति. एकवर्ष अनन्तरं वया तद् मनसि भवेत्. यदा वयम् अनदन्तम् अङ्गं कुर्मः 1, 4, 6, 10 इति गणं समाप्य यदा अनदन्तं प्रति गच्छामः तस्मिन् समये एतत् सूत्राणि मनसि आनयनं बहु मुख्यं. तस्मिन् समये अपि आतोङितः जोन्तः इति आगच्छति चेत् अनदन्तम् अङ्गं सुलभं भवति. तत्र किञ्चिदेव कार्याणि सन्ति, भिन्नकार्याणि, अतः शीघ्रं वयम् अवगन्तुं शक्नुमः. तावदेव. अस्तु, नियमान् अनुसृत्य कार्यम् एवं पठामः. तत् प्रायः तत् पठित्वा समापयामः अस्य. आम्, भगिनी प्रथमं करोतु, प्रथमपुरुषः करोतु भगिनि. प्राप्तं वा? कुत्र भवति तद् सूत्रात् पूर्वं? नियमान् अनुसृत्य कार्यम् एवं. सा इत्युक्ते आ इति टि बाधः एतत् वा भगिनि? आं सम्यक् पठतु, सूत्रमपि वदतु भगिनि. सा आ इति टि बाधः, तस्य स्थाने एकारः एकारः ते भवति. एकारस्य स्थाने आम् आदेशः, ताम् इत् तकारयोगः आम् ताम् इति लोट् प्रत्ययः निष्पन्नः. सूत्रं तत्र सर्वदा तित आत्मनेपदेनां तेरे इति तेरेः इति कार्यं सर्वदा करोति आत्मनेपदी आत्मनेपदे. अनन्तरं तत्र ते एकारस्य आम् इति आदेशः भवति. इदानीं पठितवन्तः किल, अग्रे एव अग्रे एव. प्रथम लोट्लकारस्य स्थाने आम् आदेशः भवति. आमेतः इति सूत्रेण तत्र कार्यं करोति आम् इति आदेशः. तकारः योगः आम् साम् इति लोट् प्रत्ययः निष्पन्नः तत्र. सम्यक्. तत्र लोट् प्रथमपुरुष एकवचनम् अभवत्. अनन्तरं प्रथमपुरुष द्वितीय द्विवचनम् आताम् अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम् आ स्थाने इ इताम् आम् इति टि भागः, तस्य स्थाने एकारः इते एकारस्य स्थाने आम् आदेशः भवति. इताम् इति लोट् प्रत्ययः निष्पन्नः. तत्र लोट् लकारस्य स्थाने आकारस्य स्थाने ईत्वं केन सूत्रेण? आकारस्य स्थाने एकनिमिषं भगिनि. न कार्यम् अदन्तात् अङ्गात् परस्य आकारस्य स्थाने ईत्वम् आतो ङितः सर्वदा स्मर्तव्यम् आतो ङितः वदतु भगिनि द्विवारं द्वितीयसूत्र तत्र द्वितीयसूत्रमस्ति प्रथमसूत्रं तु ङित आत्मनेपदानां केरेः केरे इति अनन्तरं द्वितीयसूत्रमस्ति आतो ङितः अदन्तात् अङ्गात् परस्य सार्वधातुक ङित् प्रत्ययस्य आकारस्य स्थाने य आदेशः भवति अनन्तरम् एतदेव इ इति भवति तत्र पुनः तत्र एतत् कार्यम् आतो ङितः आतो ङितः आतो ङितः इति द्विवारं वदतु मनसि आगच्छति आतो ङितः आतो ङितः आतो ङितः तत्र आताम् इकारस्य कार्यं करोति सम्यक् आदेशः अनन्तरं किं भवति इदानीम् ईताम् इति अस्ति अनन्तरं किं भवति अस्तु अनन्तरं अनन्तरमपि एकारस्य स्थाने आम् आदेशः स्थाने अन्त् आदेशः न भगिनी भवती एतदेव न पूरितवती इताम् इति उक्तवती सम्यक् आम् स्थाने टी भागः तस्य स्थाने एकारः तद् न उक्तवती किल तस्य स्थाने एकारः इते इति भवति इति एकारस्य स्थाने आम् आदेशः आताम् आम् आदेशः आताम् इति तत्र लदेताम् इति एकारस्य स्थाने इकारः परिवर्तनम् आदेशः भवति लोट् प्रति सूत्रमः तत्र सूत्रं एकारस्य स्थाने आम् आदेशः भवति इति प्रथमसूत्रम् इदानीं पश्य दृष्टवन्तः किल किमर्थं तासः से भगिनी तासः इत्येव नास्ति किल तत्र एकारस्य स्थाने आम् आदेशः आमेतः आम् एतः आमेतः आम् इति आदेशः कस्य स्थाने एकारस्य स्थाने आमेतः भवती वदतु द्विवारम् तत्र अत्रापि आमेतः कार्यं करोति वा भगिनि आमेतः आमेतः इति वदतु तत्रापि आगच्छति तत्र सम्यक् तत्र प्रथमम् आतोङितः आतोङितः इति प्रथमकार्यं भवति तत्र सप्तम अध्यायस्य द्वितीयपादे अस्ति आतोङितः तस्य कार्यमेव प्रथमम् अनन्तरं तित आत्मनेपदानां तेरे तित आत्मनेपदानां तृतीय अध्याये अस्ति अतः इदानीं कस्य कार्यम् इत्युक्ते आतोङितः इति अङ्गकार्यम् अस्ति अङ्गकार्यं सर्वदा प्रथमं भवति अङ्गकार्यस्य अनन्तरमेव सन्धिकार्यमस्ति चेत् तस्य कार्यं भवति वर्णकार्यम् इति वदामः अतः आतोङितः इति अङ्गकार्यमस्ति तदेव प्रथमं भवति तस्य अनन्तरं तृतीय अध्यायः वयं वदा दृष्टवन्तः किल विप्रतिषेधे परं कार्यम् इति अतः परसूत्रमस्ति आतोङितः प्रथमं तस्य कार्यम् अनन्तरं टित आत्मनेपदानां टेरे इति सूत्रेण एकारः अनन्तरम् आमेतः इति सूत्रं आमेतः अपि तृतीय अध्याये अस्ति अतः तद् तस्य सूत्रस्य कार्यम् अन्ते भवति सूत्रसङ्ख्या इदानीं द्रष्टव्या तस्य क्रमः अपि मनसि भवेत् जकारः करोतु भगिनि जकारः स्थाने अन्त् आदेशः अन्त् योगः आ इति श्रीभागः तस्य स्थाने एकारः अन् ते एकारस्य स्थाने आम् आदेशः अन्ताम् लवन्ताम् इति यो प्रत्ययः निष्पन्नः तत्र एकारस्य एकारः अन्ते एकारस्य स्थाने आम् अनन्तरमपि आमेतः एव तत्र कार्यं करोति वा भगिनि? प्रथमं किं सूत्रं जकारस्य स्थाने? जकारस्य स्थाने केन सूत्रेण? अन्त् महोदय जोन्तः अनन्तरं जोन्तः अनन्तरं टी भागस्य एकारः एकारः टी भागः तस्य स्थाने एकारः केन सूत्रेण? आत्मनेपदानां टेरे प्रथमसूत्रं कार्यं करोति तत्र सूत्र तेरे कार्यं करोति प्रथमं ज्योतः अनन्तरं कृते आत्मनेपदेनां तेरक इति कार्यं करोति अनन्तरम् एकारस्य स्थाने आम् इति तत्र आमेतः वा भगिनि? आम् आमेतः एव आम् सम्यक् आमेतः कार्यं करोति तृतीयसूत्रं कार्यं करोति आम् सम्यक् तत्र भगिनी एकवारं किं करोतु स्टेप् वैस् इति वदामः किल प्रक्रिया सोपानेन तद् लिखतु एकवारं तत्र भव्या भगिनी प्रेषितवती किल डाक्युमेण्ट् तत्र एक्सेल् शीट् तादृशं सम्यक् अस्ति बहु सम्यक् अस्ति तादृशं निर्मातु स्वयं निर्मातु तद् मा पश्यतु एकवारं सूत्रसहित एकवारं लिखति चेत् तत्र सर्वदा मनसि एव भवेत् तत्र वयं यदा अग्रे पश्य एकवारम् आगच्छतु न लिखति चेत् आगच्छति महोदय वदति चेदेव वयं विस्मरामः लिखति चेत् सर्वदा अस्ति इदानीं वयं तु बालः नास्ति किल अतः लेखन अभ्यासः अपि आवश्यकम् अस्माकम् अतः एकवारं लिखति चेत् तत्र मनसि भवेत् तद् तादृशं करोति चेत् मनसि अस्ति कृपया अभ्यासः करोतु तत्र मह्यं लोट् लकारः अस्ति खलु भगिनि लभतां लभेतां लवन्तम् एतत् स्वीकृत्य कार्यं करोति चेत् एव मनसि तद् सत्यमेव भगिनि तत् सत्यमेव तदेव अग्रिमपाठः तदेव अस्ति सम्यक् एव तदपि किमर्थम् इत्युक्ते वयं प्रथमतया तादृशक्रमेण एव आगतवन्तः किल अतः एव तदपि समीचीनमेव परन्तु ईदृशमपि कार्यं कृत्वा किञ्चित् अभ्यासः करोतु बेक्वर्ड्स् इति वदामः उदाहरणमस्ति चेत् तत्र उदाहरणम् तत्र लबै इति उत्तमपुरुषः लोट्लकारस्य उत्तमपुरुषः अस्ति लबै इति तत्र एकारस्य स्थाने ऐकारः आगच्छति तत्र सूत्रं किम् अस्ति इति एकं प्रत्ययं स्वीकृत्य एव लभतां लभस्व लभै एतत् उदाहरणम् सूत्रम् अनन्तरम् उदाहरणं तत्र अस्ति चेत् मनसि सम्यक् भवति इति मम सम्यक् एव सम्यक् एव अस्तु अद्य अत्र समापयामः अग्रिम बुधवासरे वर्गः नास्ति प्रथमदिनाङ्कः किल तत्र अतः एव अहम् अद्य वर्गं चालितवती अतः अग्रिमबुधवासरे नास्ति तस्मात् अग्रिमं नूतनवर्षे वयं मिलामः प्रायः जान्वरि 7th इति चिन्तयामि 7th एव किल फस्ट् अस्ति चेत् 7th एव धन्यवादः नूतनवर्षस्य शुभाशयाः शुभाशयाः नूतनवर्षे मिलामः अत्र भारते इदानीं ग्रहणमस्ति आम् आम् आम् अत्र नास्ति, भारते अस्ति, अष्टवादने अस्ति। ओ अस्तु, इदानीम् आरम्भः अभवत्।